सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्। प्रथमतया अहम् एकं श्लोकं वदामि। गन्धेन हीनं सुमनं न शोभते, दन्तैर्विहीनं वदनं न भाति, सत्येन हीनं वचनं न दीप्यते, पुण्येन हीनः पुरुषो जघन्यः। इत्युक्ते अत्र अस्मिन् श्लोके कानिचन पदानि तृतीयाविभक्त्यन्तरूपाणि सन्ति। गन्धः नास्ति चेत् पुष्पस्य शोभा नास्ति, दन्ताः न सन्ति चेत् मुखे मुखस्य शोभा नास्ति, सत्ययुक्तता नास्ति चेत् वचनस्य शोभा नास्ति। अन्ततो गत्वा यः पुण्यकार्याणि अथवा उत्तमानि कार्याणि यः न करोति तस्यापि शोभा नास्ति। इत्युक्ते उत्तमानि कार्याणि आचर्य पुण्यं सम्पादनीयम्। इत्युक्ते अत्र अस्मिन् श्लोके एकं नूतनं पदमस्ति, जघन्यः। जघन्यः इत्युक्ते निन्दायोग्यः भवति, यः समीचीनानि कार्याणि न करोति सः जघन्यः इति वदामः। इत्युक्ते सर्वैः उत्तमानि कार्याणि कर्तव्यानि, सर्वे उत्तमानि कार्याणि कुर्युः इति अर्थः। ईदृशान् विषयान् अवगन्तुं संस्कृतभाषायाः अवगमनम् अस्माकं कृते आवश्यकम्। अतः वयं सर्वे मिलित्वा अत्र भाषायाः अवगमनार्थं किञ्चित् प्रयत्नं कुर्मः। अपि च अत्र गते सप्ताहे वयं तृतीयाविभक्तेः विषये किञ्चित् ज्ञातवन्तः, अपि च तत्र एका कथा अस्ति, होलिकोत्सवः नाम्ना एका कथा अस्ति, तस्मिन् विषये किञ्चित् चिन्तनं कृत्वा अभ्यासपुस्तके इतोपि किं दत्तमस्ति अन्यान् विषयान् तदनन्तरं ज्ञास्यामः। प्रथमतया कथायाः विषये किञ्चित् चिन्तनं कुर्मः। अत्र उषाभगिनी, अत्र कथा भवत्याः पार्श्वे अस्ति वा? अत्र आं भगिनि, पठतु। तृतीयविभक्तिः, होलिकोत्सवः। भारतवर्षे द्वादशसु मासेषु त्रयोदश उत्सवाः भवन्ति इति काचन प्रसिद्धिः वर्तते। होलिकोत्सवः तेषु अन्यतमः। भारतीयसंस्कृतौ होलिकोत्सवस्य विशिष्टं महत्त्वं वर्तते। हिरण्यकशिपोः बहिन्याः होलिकायाः दहनेन अयम् उत्सवः सम्बन्धः अस्ति। सा देवस्य वरप्रभावेण अग्निना दग्धा न भवति स्म, अत एव हिरण्यकशिपोः निर्देशनसा प्रह्लादम् अङ्के उपावेश्य अग्नौ उपविष्टवती। परन्तु प्रह्लादस्य भक्त्या प्रसन्नः नारायणः प्रह्लादं रक्षितवान्। प्रज्वलितेन वह्निना सा स्वयमेव दग्धा अभवत्। तस्याः घटनायाः स्मृतिरूपेण प्रतिवर्षं फाल्गुन पूर्णिमावसरे होलिका महोत्सवः आचार्येते। होलिका महोत्सवस्य नामश्रवणेन भारतीयानां चेतांसि प्रफुल्लितानि भवन्ति। होलिकावसरे जनाः परस्परं प्रेम्णा मिलन्ति, एतेन तेषां प्रीतिः वर्धते। उत्तमम्। अत्र कथा भवती अवगतवती वा? अवगतं वा? आम् आं भगिनि। उत्तमम्। तद् अधुना किञ्चित् व्याकरण अंशान् परिशीलयामः वयम्। अत्र भारतवर्षे द्वादशसु मासेषु, अत्र द्वादशसु मासेषु इति विषये वदतु। द्वादशसु बहुव सप्तमी भवति, बहुवचन अस्ति। मासेषु द्वादश मासेषु लैक् भारतवर्षे द्वादश मासाः सन्ति त्रयोदश मासेषु त्रयोदश लैक् त्रयोदश उत्सवाः भवन्ति इति काचन प्रसिद्धिः वर्तते. इत्युक्ते भवती किम् अवगतवती? द्वादशसु ट्वेल्त् इत्युक्ते बहवः बहवः उत्सवाः सन्ति इति तत्र अर्थः. केवलं द्वादशमासाः एव सन्ति किन्तु त्रयोदश उत्सवाः भवन्ति भारतदेशे इति काचन प्रसिद्धिः अस्ति. इत्युक्ते बहून् उत्सवान् आचरामः वयम्. अपि च अत्र यदा कदापि वयं सङ्ख्यां वदामः तदा कस्यापि विभक्तिः भवति. तदर्थमेव अत्र द्वादशसु मासेषु इति वक्तव्यम्. इत्युक्ते अत्र व्यस्तरूपेण प्रयुक्तमस्ति. इत्युक्ते यदि वयं समस्तपदं कृत्वा वदामश्चेत् द्वादशमासेषु इति भवति, परन्तु अत्र व्यस्तरूपेण लिखितमस्ति इति कृत्वा तत्र सङ्ख्यापदस्य अपि सङ्ख्यायाः अपि विभक्तिः भवति. अत्र काचन प्रसिद्धिः अस्ति. काचन प्रसिद्धिः, तत्र प्रसिद्धिः इति पदं लिङ्गं किम्? प्रसिद्धिः पुंलिङ्ग अस्ति. अत्र पश्यतु भगिनी, काचन इति दत्तमस्ति. स्त्रीलिङ्ग अस्ति काचन. काके काः काचन प्रसिद्धिः स्त्रीलिङ्ग अस्ति लैक् मतिः प्रसिद्धिः. किमर्थं चेत् तत्र यद्यपि वयं शब्दकोशम् अदृष्ट्वापि अत्र शब्दकोशम् अदृष्ट्वा अपि वयं वक्तुं शक्नुमः. किमर्थं चेत् तत्र काचन इति पदमस्ति. काचन इति पदं स्त्रीलिङ्गे एव भवति, स्त्रीलिङ्गपदमेव. अतः यद्यपि वयं न जानीमः प्रसिद्धिः इति पदं पुंलिङ्गं वा स्त्रीलिङ्गं वा, परन्तु तस्मात् पूर्वं काचन इति पदं दृष्ट्वा वक्तुं शक्नुमः. आं भगिनि, उत्तमम्. वर्तते, वर्तते इति पदं तस्य प्रथमाविभक्त्यन्तरूप क्षम्यतां प्रथमपुरुषरूपाणि वदतु तात्पर्यपदम् इति कृत्वा. वर्तते, वर्तेते, वर्तन्ते, वर्ते, वर्तते. लट्लकाररूपम् अस्ति आत्मनेपदी. वन्दते इव, वन्दते इव, वर्तते, वर्तेते, वर्तन्ते. इतोपि वक्तुं शक्नोति वा अन्यानि रूपाणि अपि? वर्तसे, वर्तेथे, वर्तद्वे, वर्ते, वर्तावहे, वर्तामहे. अस्मिन् वाक्ये कर्मपदं नास्ति. किमर्थं चेत् वृत्तधातुः अकर्मकः. उत्तमम्. अपि च होलिकोत्सवः तेषु अन्यतमः इति दत्तमस्ति. भारतीयसंस्कृतौ होलिकोत्सवस्य विशिष्टं महत्त्वं वर्तते. विशिष्टं महत्त्वं वर्तते. अत्रापि वृत्तधातुः एव. अत्र वर्तते, वर्तते एकं पदमस्ति. अपि च विद्यते, विद्यते, विद्यते इति अपि तादृश अर्थः एव भवति. अस्ति, अस्ति, वर्तते, विद्यते, एतानि सर्वाणि अपि समानार्थकपदानि. परन्तु अस्ति इति पदं परस्मैपदी, वर्तते अथवा विद्यते आत्मनेपदी, भवती जानाति एव. अपि च हिरण्यकशिपोः भगिन्याः, अत्र रूपं वदतु. हिरण्यकशिपोः भगिन्याः होलिकायाः. हिरण्यकशिपोः षष्टिविभक्ति एकवचने अस्ति. भगिन्याः षष्टिविभक्ति अपि एकवचने अस्ति. होलिकायाः अपि षष्टिविभक्ति एकवचने अस्ति. दहनेन तृतीयविभक्ति एकवचने अस्ति. इत्युक्ते अत्र हिरण्यकशिपोः इत्यस्य प्रथमान्तं रूपं किम्? प्रथमान्तरूपं हिरण्यकशिपः चिन्तयतु हिरण्यकशिपोः हिरण्यकशिपो इत्युक्ते अत्र अत्र अन्यं पदं वदतु अन्यत् पदं वदतु अत्र तादृशरीत्या हिरण्यकशिपु वदतु महोदय हिरण्यकशिपु इति अस्ति वा गुरु लैक् गुरुः गुरु गुरवः उकारान्तपदं गुरुशब्दवत् अतः एव हिरण्यकशिपोः भगिन्याः होलिकायाः दहनेन अपि च दहनं वयं जानीमः एव दहनमिति पदं लुडन्तपदं धातुः अस्ति दह् धातुः दह् धातोः दहनम् इति भवति अपि च इतोपि किमस्ति अग्निना दग्धा अग्निना का दग्धा अत्र अग्निना होलिका इत्युक्ते अत्र सा किं किं दत्तमस्ति सा देवस्य वरप्रभावेण अग्निना दग्धा न भवति स्म इति दत्तमस्ति होलिका होलिका इत्यस्य विषये एव अत्र उक्तमस्ति सा देवस्य षष्टिविभक्ति अस्ति वरप्रभावेण षष्टिविभक्ति प्रभावेण तस्याः एकं वरम् अस्ति इति भाति इत्युक्ते सा देवस्य वरप्रभावेण अग्निना दग्धा न भवति स्म होलिका अपि च अत्र अत्र एकं वदामि अत्र प्रभावेण इति रूपमपि साधु प्रभावेन इति रूपमपि साधु तत्र केचन नियमाः सन्ति कक्षायाः अनन्तरम् अहं तत्र पत्रं प्रेषयामि तत्र प्रभावेण अथवा विकल्पेन प्रभावेन इत्यपि समीचीनं भवति अत्र सा दग्धा न भवति स्म अत एव इति दत्तमस्ति तत्र वक्तुं शक्नोति वा अत एव इत्युक्ते किम् अत्र अत एव अतः इत्युक्ते देर्फोर् बट् हियर् अत लिखितमस्ति तदेव मम प्रश्नः एव मम प्रश्नः विसर्गलोप भवति सुन्दरं सुन्दरं गीताञ्जलि भगिनी वदतु अतः इत्युक्ते अव्ययपदं किन्तु स्वर परे विसर्गलोप भवति सुन्दरं सुन्दरं तदेव किं विसर्गलोप अस्ति भगिनि अत्र अतः अतः योगः एव इति पदं तत्र परन्तु अत्र पञ्चभाट्टसूत्राणि सन्ति तेषु पञ्चमं भाट्टसूत्रम् अस्ति तत् किं वदति इत्युक्ते अतः परस्य विसर्जनीयस्य आचिलोपः इति वदति आचिलोपः इत्युक्ते अकारं त्यक्त्वा अन्य अचुवर्णाः सन्ति चेत् अकार विसर्गस्य अनन्तरम् अकारं त्यक्त्वा ह्रस्वाकारं त्यक्त्वा अन्ये अचुवर्णाः सन्ति चेत् तदा विसर्गस्य लोपः भवतु इति वदति सूत्रमस्ति अतः परस्य विसर्जनीयस्य आचिलोपः पञ्चमं भाट्टसूत्रमस्ति तेन अत्र विसर्गः नास्ति चेदपि सम्यक् एव न तु मुद्रणदोषः उत्तमम् अपि च अत्र दग्धा इति पदमस्ति वक्तुं शक्नोति वा दग्धा इत्यस्मिन् विषये दग्धा अग्निना दग्धा बर्न्ट् लैक् दग्धा इत्युक्ते बर्न् रूपविषये रूपविषये वक्तुं शक्नोति वा न भगिनि न जानामि अत्र तनय महोदय वदतु अत्र दह धातु योगः त प्रत्ययः अस्ति इति अहं चिन्तयामि कृतान्तरूपं दह् धातोः कृतान्तरूपं दह् दग्ध मुह् मुग्ध तथा भवति. अत्र क्तान्तरूपं दग्धा न भवति, परन्तु क्तान्तरूपं स्त्रीलिङ्गे दत्तमस्ति. किमर्थं चेत् होलिका तस्य विशेषणमिति कृत्वा. अपि च हिरण्यकशिपोः निर्देशेन सा प्रह्लादम् अङ्के उपवेश्य अग्नौ उपविष्टवती. निर्देशः इत्युक्ते किं भगिनि? निर्देशः लैक् कमाण्ड्. उत्तमम्. आज्ञा, आज्ञा अथवा अथवा शासनम् इति वदामः. निर्देशेन सा किं कृतवती वदतु? अङ्के अङ्के उपवेश्य अङ्के उपवेश्य अग्नौ उपविष्टवती. कम् अङ्के उपवेश्य? प्रह्लादम् प्रह्लादम् अङ्के उपवेश्य. उत्तमम्. अत्र प्रह्लादः इति पदमस्ति. अत्र प्रह्लादः अत्र प्र उपसर्गपूर्वकः. अत्र ह्लाद् धातुः अस्ति. ह्लादते लट्लकाररूपम् आत्मनेपदिरूपम् इत्युक्ते अत्र ह्लादते इत्युक्ते अव्यक्ते सुखे तस्मिन् अर्थे अस्ति ह्लादते इति रूपमस्ति. परन्तु ह्लादः अहं चिन्तयामि ह्लादः इति पदम् अत्र धनिप्रत्ययः इति अहं चिन्तयामि. प्रह्लादः अत्र प्रह्लादम् अङ्के उपवेश्य भवती जानाति एव उपवेश्य लेबन्तरूपं लेबन्तरूपं उपवेश्य अग्नौ उपविष्टवती. का उपविष्टवती? होलिका उपविश होलिका होलिका उपविष्टवती. अत्र उपविष्टवती इति सामान्यरूपं, परन्तु निजन्तरूपं निजन्तरूपं वदामश्चेत् किं वदामः? तव तु रूप अस्ति न भगिनि उपविष्टवती? क्तवतु रूपं, क्तवतु रूपं. परन्तु निजन्तरूपं वदामश्चेत् किं वदामः? निजन्तरूपं होलिका अपि उपविष्टवती, परन्तु केवलं णिजन्तरूपं वदामश्चेत् तत्र णिजन्तरूपं किं भवति? अत्र उपवेशितवती इति भवति. उपवेशितवती उपविष्ट सापि उपविष्टवती, परन्तु णिजन्तरूपं वदामश्चेत् उपवेशितवती इति भवति. अपि च इतोपि किमस्ति अत्र भगिनी? भगिनी निर्यन्तरूपं किमर्थं प्रयोजित्वा? अन्यम् अन्यम् उपवेशितवती, यथा पठति पाठयति. पठति पाठयति. अहं पठामि, अहं पाठयामि, तथा एव उपविष्टवती उपवेशितवती तथा भवति. समानार्थपदं पठति पाठयति. न न तत्र अर्थः समानः न, परन्तु अत्र अर्थभेदः किं भगिनि? अर्थभेदः किम्? अहं संस्कृतं पठामि, अहं पठामि, अहं स्वयं पठामि, परन्तु अहं संस्कृतं पाठयामि वदामश्चेत् अत्र अन्यं पाठयामि इति भवति. हेतु हेतुमति च तत्र णिजन्तरूपं तत्र सूत्रमपि अस्ति. हेतुमति च इति सूत्रेण णिजन्त पदं साधयामः. उत्तमम्. अनन्तरं प्रज्वलितेन वह्निना वदतु भगिनि. उषा भगिनि भक्त्या प्रसन्नः नारायणः प्रह्लादं रक्षितवान् प्रज्वलितेन वह्निना. प्रज्वलितेन तृतीयभक्ति, वह्निना अपि तृतीयभक्ति अस्ति. वह्निः लैक् पुंलिङ्ग अस्ति बहिनि. वह्निना वह्निः इत्युक्ते अत्र अहं पुंलिङ्गपदम् इति चिन्तयामि, न दृष्टवती, परन्तु वह्निना यथा मुनिः मुनिशब्दवत् मुनिना. विशेषणविशेष अस्ति प्रज्वलितेन भग्निना सा स्वयमेव दग्धा अभवत्. प्रज्वलितेन प्र उपसर्ग अस्ति अत्रापि प्रज्वलित इति पदं स्थान्तरूपं ज्वलति इति पदमस्ति तादृश ज्वलति इति पदात् प्रज्वलितः प्रज्वलितः अपि च अत्र प्रज्वलितेन इति भवति अत्र पुंलिङ्गपदम् इति भाति अपि च तस्याः घटनायाः स्मृतिरूपेण प्रतिवर्षं फाल्गुणपूर्णिमावसरे होलिकामहोत्सवः वदतु भगिनि आचर्यते इत्यस्मिन् विषये वदतु आचर्यते आचर्य उपसर्ग अस्ति आचर्यते रूपं किम् आत्मनेपदीरूपम् अस्ति चिन्तयतु आचर्यते आचर्यते होलिकमहोत्सवः आचर्यते इति कर्मणि कर्मणि लकारे प्रयोगः अस्ति वा आं महोदय आम् इत्युक्ते अत्र कर्मणि लट् रूपम् अत्र आ उपसर्गपूर्वकः चर् धातुः साधारणरूपमस्ति आचरति परन्तु अत्र वाक्यं पुनः एकवारं पठतु भगिनि कथं लिखितमस्ति तस्याः घटनायाः स्मृतिरूपेण प्रतिवर्षं फाल्गुणपूर्णिमावसरे होलिका महोत्सवः आचर्येते अत्र पश्यतु भगिनि अत्र लघुवाक्यं सर्वाणि पदानि त्यक्त्वा केवलं लघुवाक्यं वदतु अत्र अस्मिन् उत्सवः आचर्यते होलिकामहोत्सवः उत्सवः आचर्यते लघुवाक्यं न अत्र आचर्यते इति दत्तमस्ति यदि आचर्येते इति वदामश्चेत् तत्र पुनः भिन्नरूपम् अत्र किं दत्तमस्ति आचर्यते इति अस्ति उत्सवः आचर्यते कर्मणि लट् रूपं आचर्यते अत्र पूर्णं वाक्यम् अत्र कर्तृपदम् अपि योजयित्वा वदामश्चेत् किं वदामः अस्माभिः उत्सवः आचर्यते अथवा जनैः आचर्यते अथवा सर्वैः उत्सवः आचर्यते सर्वैः उत्सवः आचर्यते इति भवति आं भगिनि उत्तमम् अपि च अत्र नामश्रवणम् इति दत्तमस्ति नामश्रवणम् इत्यस्मिन् तत्र विभक्तिलुप्तः जातः अत्र षष्टिविभक्तेः लोपः जातः तत्र नामस्य श्रवणम् इति भवति होलिकामहोत्सवस्य नामश्रवणेन भारतीयानां चेतांसि रूपाणि वदतु चेतांसि तत्र अर्थः कः प्रथमतया नामश्रवणे भारतीयानां चेतांसि प्रफुल्लितानि भवन्ति मौलिकमहोत्सवस्य नाम भारतीयानां चेतांसि प्रफुल्लितानि भवन्ति अत्र भारतीयानां षष्टिभक्ति बहुवचने अस्ति उत्तमम् अत्र चेतांसि रूपाणि वदतु चेतांसि कोऽपि वदतु गीताञ्जलि भगिनी वदतु मनः मनसि मनांसि उत्तमं वदतु भगिनि बहुवचने बहुवचने अस्ति प्रथमविभक्ति प्रफुल्लितानि भवन्ति उत्तमम् इत्युक्ते अत्र पदं सकारान्तपदं चेतस् यथा मनस् शब्दवत् रूपाणि वदतु चेतस् वदतु चेतः चेतसि चेतांसि सुन्दरं भवती कथं जानाति, कथं ज्ञातवती अत्र प्रथमाविभक्तौ अस्ति इति? प्रफुल्लितानि भवन्ति बहुवचन प्रथमविभक्ति बहुवचने अस्ति, अतः चेतांसि अपि बहुवचने अस्ति, प्रथमविभक्ति बहुवचने अस्ति. उत्तमम्. इत्युक्ते अत्र चेतांसि इति पदस्य विशेषणं प्रफुल्लितानि, अपि च भवन्ति भूधातोः रूपमस्ति इति कृत्वा तत्र कर्मपदं न सम्भवति, अतः तत्र चेतांसि इति पदं प्रथमाविभक्त्यन्त बहुवचनरूपम्. अत्र प्रफुल्लितानि इत्यस्मिन् विषये वदतु. प्रफुल्लितानि प्र अपि उपसर्ग अस्ति, प्रफुल्लितः प्रफुल्लितौ प्रफुल्लिते नो प्र लैक् फलं फलानि. इत्युक्ते अत्र भवती यदुक्तवती तत् सम्यक् एव, अत्रापि क्षान्तरूपमस्ति, प्र उपसर्गपूर्वकः फुल्लति इति, फुल्लति इत्युक्ते विकसति इत्यस्मिन् अर्थे. अपि च अत्र प्रफुल्लति इति लट्लकाररूपं, परन्तु अत्र किं दत्तमस्ति, प्रफुल्लित इति मूलरूपं. चेतांसि इति पदं नपुंसकलिङ्गपदम् इति कृत्वा अत्र प्रफुल्लितानि इति भवति. क्षान्तरूपं सर्वदा त्रिषु लिङ्गेषु त्रिषु वचनेषु अपि भवति इति वयं जानीमः. अत्र चेतस् इति पदं नपुंसकलिङ्गपदम् इति कृत्वा प्रफुल्लितम् अपि च बहुवचनं प्रफुल्लितानि, फुल्लति इत्युक्ते विकसति इति अर्थः. उत्तमम्. अत्र प्रेम्ण अत्र णत्वं किमर्थं भगिनि? प्रेम्ण न पूर्वस्मिन् पूर्वपद लैक् रेफः अस्ति, रेफः अस्ति इति कारणतः प्रेम भवति. अत्र पदानि पुनः एकवारं वदतु, तृतीयान्तानुरूपाणि सर्वाणि यत् स्थूलाक्षरैः लिखितानि पदानि. दहनेन, अग्निना, निर्देशन, भक्त्या, प्रज्वलितेन अग्निना, नामश्रवणेन प्रेम्णा एतेन. एतेन. उत्तमं. भवती किञ्चित् वक्तुं शक्नोति वा अस्याः अस्मिन् विषये, एकं वा वाक्यद्वयं वा वदति वा किञ्चित्? भारतवर्षे वयं दशसु मासेषु त्रयोदश होलिका उत्सवः आचरन्ति वयं. संस्कृतहोलिकविशिष्टं महत्त्वं हिरण्यकशिपोः आदेशेन होलिका प्रह्लादम् अङ्के उपवेश्य अग्नौ उपविष्टवती. नारायणः भक्त्या प्रह्लादस्य भक्त्या प्रसन्ननारायणः प्रह्लादस्य किन्तु भवती अवगतवती एव. आं भगिनि, परन्तु उत्तमम् उत्तमम्. अनन्तरम् अत्र पश्यन्तु, प्रीतिः इति पदमस्ति. प्रीतिः इति पदं क्तिन् क्तिन् प्रत्ययान्तरूपम्, अपि च वर्धते वर्धते धातोः विषये वदतु भगिनि. वर्धते आत्मनेपदीरूपम् अस्ति, वर्धते वर्धेते वर्धन्ते वर्धसे वर्धे. अपि च सकर्मकः वा अकर्मकः वा? अकर्मकः अस्ति. उत्तमम्. अकर्मकधातुः वृद्ध वृद्धधातोः रूपं वर्धते. उत्तमं भगिनि, धन्यवादः. अनन्तरं गीताञ्जलि भगिनी भवती पठतु. भगिनी एक एक प्रश्नः अस्ति, अङ्के अहं न अवगच्छामि. अङ्के इत्युक्ते लेप् आङ्ग्लभाषायां. अङ्के उपवेश्य, उपवेश्य. अङ्कः इति पुंलिङ्ग् शब्दः. अहं चिन्तयामि अङ्कम्, अङ्कं नपुंसकलिङ्ग. दृष्ट्वा वदामि अत्र. अग्रिमं वदतु भगिनि. पित्रा सह होलीमेलनाय नीलमणेः महती इच्छा आसीत्. प्रकृत्या चतुरः आकृत्या स भगिनी अत्र पुंलिङ्गपदमिति दत्तमस्ति. अङ्कः, अङ्कः अपि च तत्र एव उपवेश्य इति पदमस्ति भगिनि. तस्मिन् विषये भवती वदतु. उपवेश्य ल्यप् रूप अपि च उपसर्ग उपवेश्य. उपवेश्य सिटिङ्ग् हेविङ्ग् सेट् बेट् कर्तुं. तत् परन्तु तत्र रूपं किं रूपं रूपं ल्यप् न भगिनि. ल्यप् एव परन्तु उपविश्य इति पदमपि अस्ति अत्र. उपावेश्य, क्षम्यताम्, उपावेश्य इति दत्तमस्ति. उपावेश्य उपावेश्य इति दत्तमस्ति. उपविश्य, उपाविश्य. अस्तु भगिनि, धन्यवादः भगिनि. अग्रिमं पठतु. पित्रा सह होलीमेलनाय नीलमणेः महती इच्छा आसीत्. प्रकृत्या चतुरः आकृत्या च सुन्दरः स स्वगृहनगरे मात्रा सह निवसति स्म. माता विमला च पुत्रेण नीलमणिना सह सुखेन कालं यापयन्ति आसीत्. तस्य पिता तु अमेरिकादेशे व्यवसायं करोति स्म. परन्तु होल्या एव आकृष्टः सः प्रतिवर्षम् एकवारं भारतस्थं स्वगृहम् आगच्छति स्म. उत्तमम्. अत्र नीलमणिः इति पदमस्ति. अत्र नीलमणिः कः? नीलमणिः पुत्रनाम अस्ति. कथं वक्तव्यं? पुत्रस्य नाम, पुत्रस्य नाम अस्ति. क्षम्यताम्. अपि च अत्र महती इच्छा इति अस्ति. इच्छा इति पदं स्त्रीलिङ्गपदम् इति कृत्वा महती इच्छा, महती विशेष विशेष्य विशेषणम् भावः. अपि च अत्र मेलनाय, होलीमेलनाय होलीमेलनाय चतुर्थी भगिनी मेलनाय इत्युक्ते मेलनार्थं वयं पठितवन्तः. किमर्थम् इति वयं पठितवन्तः. होलीमेलनार्थं, होलीमेलनार्थम् अस्तु. पित्रा सह होलीमेलनाय नीलमणेः महती इच्छा आसीत्. अत्र प्रकृत्या इति दत्तमस्ति. तत्र प्रथमान्तरूपं किं भगिनि? प्रकृत्या तृतीया एकवचन प्रकृति मति मतिवत् प्रकृतिः उत्तमम्. इत्युक्ते प्रकृतिः इत्युक्ते वयं साधारणतया शृणुमः पदं सहज, सहजम् अथवा सहजा, सहजः इति. सहज इत्युक्ते सः जायते सहज. इट्स् बोर्न् वित् यु. सः जायते सहज. अन्यं पदं पर्यायवाचकपदं. प्रकृत्या इत्युक्ते सहज. सः कीदृशः नीलमणिः? प्रकृत्या चतुरः, आकृत्या सुन्दरः. आकृतिः इति अस्ति. आकृतिः इत्युक्ते किं भगिनि? प्रकृतिः इत्युक्ते सहजतया सः चतुरः. चतुरः इत्युक्ते बुद्धिमान्. चतुरः इत्युक्ते बुद्धिमान्, प्रकृतिः इत्युक्ते आकृत्या इत्युक्ते रूपं भगिनि. अत्र आकृत्या इति दत्तमस्ति, तत्र भवती जानाति एव प्रथमान्तरूपम् आकृतिः. आकृतिः इत्युक्ते आकृतिः इत्युक्ते रूपं भगिनि, न जानामि. सुन्दरं रूपं, रूपं, रूपम् इत्युक्ते मूर्तिः इति वदामः, नो चेत् विग्रहः इति अपि वक्तुं शक्नुमः. अत्र चतुरः इत्युक्ते बुद्धिमान्, चतुरस्य भावं सुन्दरः अपि. तत्र एकं तद्धितप्रत्ययान्तरूपमस्ति चतुरस्य भावः. तने महोदय वदति वा? चातुरः इति अहं न जानामि. चातुर्यं चतुरस्य भावः चातुर्यं तथा एव भगिनि. चतुर इति पदात् तद्धितान्तरूपम् एकम् अस्ति, सामान्यपदमेव. चातुर्यम् इति पदं वयं साधारणतया शृणुमः. चतुरस्य भावः चातुर्यं तथा एव निपुणस्य भावः नैपुण्यं तथा वदामः. अत्र चतुरः इत्युक्ते बुद्धिमान्, आकृत्या सुन्दरः सः नीलमणिः. स्वगृहनगरे मात्रा सह निवसति स्म. इतोपि किमस्ति भगिनि? अत्र भवती अवगतवती वा? स्वस्य वाक्यैः वदतु किञ्चित्. आं भगिनि, नीलमणिः स्वस्य माता सह एकं नगरे वसति. नीलमणिः सुन्दर चतुर अस्ति. नीलमणि स्वस्य पित्रा सह होलीमेलनाय महती इच्छा अस्ति. अस्ति, उत्तमम्. अत्र पश्यतु भगिनि, अत्र स्थूलाक्षरैः लिखितानि पदानि कानिचन पदानि सन्ति, भवती जानाति एव एतानि पदानि तृतीयान्तानि. परन्तु अत्र यापयन्ति, कालं यापयन्ति आसीत् इति अस्ति. अत्र यापयन्ति इति पदस्य विषये वदतु. यापयन्ति इत्युक्ते बहुवचन लट् लकारे स्पेण्ट् टैम् कालं. न भगिनि, न भगिनि, अत्र कोऽपि वदति वा? अत्र या धातोः निजन्तरूपम् अस्ति, अपि च तस्य शत्रान्तरूपम् अस्ति, अपि च स्त्रीलिङ्गे, अपि च स्त्रीलिङ्गे अस्ति. उत्तमं, ईकार अस्ति. सुन्दरं भगिनी वदतु. यदा तने महोदयः उक्तवान् तत् सत्यमेव. अत्र धातुः अस्ति या धातुः. या धातोः रूपं साधारणलट्लकाररूपं याति. परन्तु अत्र यापयति अस्ति. यापयति यत्र दा धातोः णिजन्तरूपं दापयति, तथा एव या धातोः णिजन्तरूपं यापयति. परन्तु पा धातोः रूपं पाययति इति भवति. तथा तत्र सूत्राणि सन्ति. तत्र अर्तिश्रीब्लि क्ष्मायातां पुङ्णौ इति सूत्रेण अत्र पुगागमः भवति. याति यापयति, परन्तु अत्र चत्रन्तरूपम् अस्ति. चत्रन्तरूपं स्त्रीलिङ्गे अस्ति. अत्र कस्याः विशेषणं पदं गीताञ्जलि भगिनी वदतु, यापयन्ति इति पदं कस्य पदस्य विशेषणम् अस्मिन् वाक्ये? का यापयन्ति? कालम्, का यापयन्ति आसीत्? माता, का यापयन्ति? माता यापयन्ति, मातुः नाम किं? मातुः नाम किं? मातुः नाम विमला अस्ति. विमला, अस्मिन् वाक्ये माता विमला यापयन्ति इति लघुवाक्यं. किं यापयन्ति? कालं यापयन्ति. किं इत्युक्ते माता शब्दस्य विशेषणं यापयन्ति, शत्रन्तरूपम्. अत्र व्यवसायं करोति स्म इति पदमस्ति. व्यवसायम् इत्युक्ते किं भगिनि, अर्थः कः? व्यवसायम् इत्युक्ते जाब्. उत्तमं, कार्यम्. उत्तमं, व्यवसायम् इत्युक्ते कार्यं वा उद्योगः वा किमपि, न तु साधारणतया प्रादेशिकभाषासु व्यवसायम् इत्युक्ते अग्रिकल्चर् इति चिन्तयन्ति जनाः. परन्तु संस्कृतभाषायां व्यवसायः इत्युक्ते कार्यम्, उद्योगः वा इति वदामः. अपि च होल्या, परन्तु होल्या एव आकृष्टः. आकृष्टः इति पदस्य विषये वदतु. आकृष्टः अट्राक्टिव्. सप्रत्यय सः आकृष्टः, सः विशेषणं. विशेषणम् इत्युक्ते अत्र आ उपसर्गपूर्वकः, कृष् धातुः, कृष् धातोः रूपं कर्षति, आकर्षति, आकर्षति इति रूपं कृष् धातोः कर्षति. तत्र क्तान्तरूपं दत्तमस्ति, तत्र बहूनि सन्धिकार्याणि भवन्ति, तदर्थमेव आकृष्टः, दृष्टः तथा रूपं भवति. प्रतिवर्षम् एकवारं भारतस्थं स्वगृहम् आगच्छति स्म. भारतस्थम् इत्युक्ते किं भगिनि? भारतदेशे इति अहम् अवगच्छामि, किन्तु स्थम् अहं न अवगच्छामि. अत्र भवती श्रुतवती वा, गृहस्थः इत्युक्ते यः गृहे तिष्ठति सः गृहस्थः. स्था इत्युक्ते भारते स्थितं, तस्य गृहं कुत्र अस्ति? भारतदेशे. भारतदेशे, अतः भारतस्थं स्वगृहम् आगच्छति स्म. कः आगच्छति? पिता आगच्छति. पिता आगच्छति. अत्र प्रश्नः सन्ति वा, अवगतं वा कथा? गृहस्थं तकार नास्ति न भगिनि? गृहस्थं, गृहस्थं, थकारः, थकारः. भारतस्थं वयं जानीमः एव, गृहस्थः, वानप्रस्थः, एतानि पदानि. वानप्रस्थः, वनानां समूहं वानं, जपानां समूहं जापं, तथा तत्र वानप्रस्थः इत्युक्ते यः वनेषु वसति सः वानप्रस्थः, यः गृहे वसति तिष्ठति सः गृहस्थः. अत्र भारतस्थं गृहम् आगच्छति स्म तस्य पिता, निर्मणेः पिता. उत्तमं भगिनि, धन्यवादः. अधुना भूमा भगिनी भवती पठति वा अग्रिमपरिच्छेदम्? भूमा भगिनी, नो चेत् शोभा भगिनी भवती पठतु. होलिकोत्सवे पिता गृहम् आगमिष्यति, अहं बन्धुभिः साकं यथेच्छं क्रीडिष्यामि, ग्रामवासिभिः सह भ्रमिष्यामि, सुहृद्भिः सह वर्णजलैः वर्णचूर्णैः च खेलिष्यामि इति मनसा चिन्तयन् नीलमणिः उल्लसितः भवति स्म. पुत्रस्य सुखानुभूत्या प्रमुदिता नीलमणेः माता विमला स्वगृहं बहुभिः स्रग्भिः द्वारं च रङ्गावल्या तथा च भित्तिं चित्रफलकैः सज्जीकृतवती. पत्युः आगमनम् अभिलक्ष्य सा पयसा शर्कराभिः च पायसम् अन्यानि बहुविधानि मिष्टान्नानि च निर्मितवती. उत्तमम् उत्तमम्. अत्र बन्धुभिः तत्र प्रथमान्तरूपं किं भगिनि? बन्धुः बन्धुः. तत्र तृतीयान्तरूपं किमर्थमस्ति? बन्धुना बन्धुना अत्र अत्र तृतीय बहुवचनान्तं रूपम् अस्ति, परन्तु किमर्थं बन्धुभिः क्रीडिष्यामि? अहं बन्धुभिः साकं तृतीया विभक्ति. उत्तमं, तदेव इत्युक्ते अत्र सह साकं सार्धं समम् एतानि पदानि सन्ति चेत् तदा तृतीया विभक्तिः भवति. अत्र ग्रामवासिभिः इति पदमस्ति, तत्र तस्य प्रथमान्तरूपं किम्? ग्रामवासिः. अत्र एकवारं चिन्तयतु भगिनि, अत्र रूपं किं, तस्य रूपं किं भवति, कोऽपि वदति वा? वासिन् नकारान्तम्. नकारान्तपदं. प्रथमविभक्त्यन्तरूपं किं भवति? ग्रामवासिः. ग्रामवासी यथा गुणि शब्दवत् भवति. अत्र प्रथम नकारान्त, यद्यपि नकारान्तपदं परन्तु तत्र ग्रामवासी इति तथा भवति. वासिभिः सह भ्रमिष्यामि. सुहृद्भिः वदतु भगिनि, सुहृद्भिः. सुहृत् धकारान्तशब्दः सुहृत् शब्दः. रूपाणि वदतु एकवारं. सुहृत् कोऽपि वदति वा? सुहृद् सुहृद् इत्युक्ते मित्रं वयं जानीमः, परन्तु सुहृद् पदस्य प्रथमान्तं रूपा प्रथमविभक्त्यन्त रूपाणि वद कोऽपि वदति वा? सुहृद् हृत् सुकृतौ सुकृन् सुहृदः हृदः सुहृद् सुहृदौ सुहृदः. अत्रापि उपपदतृतीया अस्ति. वर्णजलैः वर्णचूर्णैः च खेलिष्यामि. अत्र वासि शब्दस्य वासी वासिनौ वासिनः ग्रामवासी ग्रामवासिनौ ग्रामवासिनः इति भवति. अत्र खेलिष्यामि इति पदमस्ति, भवती श्रुतवती वा? अत्र खेलिष्यामि लृट् लकाररूपं, परन्तु लट् रूपं किं? खेलति. खेलति. खेलामि. खेलति. भवती श्रुतवती वा? खेलति मम हृदये. एकः अष्टपदिः अस्ति, जयदेवः तेन लिखितम् अष्टपदी. खेलति मम हृदये, सुन्दरं गीतमस्ति. अपि च मनसा रूपं किं भगिनि? मनसा चिन्तयन्. मनस् शब्दः. मनसा चतुर्थी भवति न भगिनि, अत्र स्थूल अक्षरैः लिखितमस्ति इति कृत्वा अत्र तृतीयान्तरूपम्. अत्र खेलति खेल् धातुः यथा क्रीड् धातुः, अत्र खेल् धातुः अपि अकर्मकधातुः, अपि च परस्मैपदं परस्मैपदी अकर्मकधातुः. मनसा चिन्तयन् चिन्तयन् रूपं वदतु. चिन्तयन् त्वान्त त्वाप्रति न भगिनि, अत्र उषा भगिनी वदतु. चिन्तय शत्रुप्रत्यये अस्ति भगिनि, पुंलिङ्गे अस्ति. पुंलिङ्गे अस्ति. कस्य विशेषणं? नीलमणिः. नीलं वदतु. नीलमणिः, नीलमणिः तस्य विशेषणं, नीलमणिशब्दस्य विशेषणं. नीलमणिः कीदृशः? नीलमणिः उल्लसितः, अपि च नीलमणिः मनसा चिन्तयन् आसीत्. तत्र नीलमणेः विशेषणम् अत्र. अपि च भूमभगिनी भवती वदतु, सुखानुभूत्या इति पदमस्ति अत्र. तत्र प्रथमान्तं रूपं किं भवितुमर्हति? सुखानुभूत्या अहं न जानामि भगिनि. अस्तु अस्तु अस्तु, सुखानुभूतिः, अनुभूतिः. भवती श्रुतवती एव सुखानुभूतिः इति पदमस्ति प्रथमान्तं रूपम्. अत्र अनुभूतिः तिन् प्रत्ययान्तं रूपम्. अत्र सुखेन अथवा सुखस्य सुखस्य अनुभूतिः अथवा सुखेन अनुभूतिः भवति वा? किमपि अहमपि दृष्ट्वा एव वदामि. समासः अस्ति. उल्लसित इति पदमपि क्तान्तरूपम्. उत् उपसर्गपूर्वकः, लस् धातुः. भवती श्रुतवती वा, जयतु संस्कृतं, लसतु मनुकुलम् इति एका घोषणा अस्ति. लसतु, लसतु इत्युक्ते अत्र लसतु इति लसति इति लट्लकाररूपम्. उत् उपसर्गपूर्वकः, लसति. तत्र किं भवति इत्युक्ते प्रकाशते इत्यस्मिन् अर्थे. तत्र लसतु इत्युक्ते प्रकाशते इत्यस्मिन् अर्थे भवति. अपि च बहुभिः स्रग्भिः, अत्र नूतनं पदमस्ति. कोऽपि वदति वा स्रग्भिः तस्य प्रथमान्तं रूपं किम्? कोऽपि अत्र तनयमहोदय वदति वा? अहं न जानामि. मालाभिः? गीताञ्जलिः भगिनी जानाति. वदतु भगिनी, इतोपि वदतु. बहुभिः मालाभिः, मालाभिः. अत्र अत्र स्रक् इत्युक्ते माला. अत्र पदस्य विषये जानाति चेत् वदतु भगिनि. अहं न जानामि भगिनि. अत्र पदमस्ति जकारान्तपदम्. जकारान्तपदमस्ति, परन्तु तत्र प्रथमान्तं रूपं स्रक् स्रक् स्रजौ स्रजः. यथा वणिक् वणिज् वणिज् शब्दः अस्ति. जकारान्तपदं वणिज् पदमस्ति. प्रातिपदिकमस्ति वणिज्, परन्तु प्रथमान्तं रूपम् अस्ति. प्रथमाविभक्ति एकवचनरूपं वणिक् वणिजौ वणिजः. तथा एव अत्र स्रक् स्रजौ स्रजः इति भवति. स्रग्भिः, स्रग्भिः इति अत्र भगिनी जानाति एव. तृतीया बहुवचनान्तरूपम् अस्ति. अत्र एकं पदमस्ति स्रग्वी, स्रग्वी इति पदमस्ति. इत्युक्ते यः बह्व्यः मालान् मालाः धारयति सः स्रग्वी इति वदामः. अत्र स्रग्वी इत्युक्ते गार्लेण्ड् इति अर्थः, माला. अत्र भूमभगिनी भवती वदतु, अत्र रङ्गवल्या इति पदमस्ति, तस्य रूपं किं प्रथमान्तं रूपम्? रङ्गावली, रङ्गावल्ली, रङ्गावली, रङ्गावली. अत्र बहुवचनरूपं किं भवति भगिनि? रङ्गावल्या, रङ्गावल्यौ, रङ्गावलीः. रङ्गवल्यः. शोभा भगिनी वदतु. नदी, नद्यौ, नद्यः. रङ्गावल्यः, रङ्गावली, रङ्गावल्यौ, रङ्गावल्यः. सुन्दरं, रङ्गावल्यः, उत्तमम्. अत्र एकं नूतनं पदमस्ति अस्माकं कृते. भित्तिं, भित्तिं चित्रफलकैः सज्जीकृतवती. भित्तिः इत्यस्मिन् विषये कोऽपि वदति वा? वाल्, वाल्. गीताञ्जलिः भगिनी अत्र पश्यतु, भित्तिः इति पदम् अपि क्तिन् प्रत्ययान्तरूपं. वयं जानीमः भिद् धातुः, भिद् धातोः लट्लकाररूपं भिद्यते भिद्यते इति पदम् अहं चिन्तयामि दिवादिगणीयधातुः इति अहं चिन्तयामि. भिद् भिद्यते इति लट्लकाररूपं साधारणतया दिवादिगणीयधातुषु तत्र यकारः श्रूयते. कथम् इत्युक्ते नश्यति, नृत्यति, कुप्यति, तुष्यति, तथा एव मन्यते, तथा एव अत्र भिद्यते. भिद्यते भिद् धातोः रूपम् एकम् अन्यं पदमस्ति भेदः. भिद् धातोः रूपं भेदः. परन्तु अत्र भित्तिः, भित्तिः इत्युक्ते वाल् इत्युक्ते तत्र भिद्यते इत्युक्ते डिफ्रेन्स्. भिद् धातोः रूपं वाल् अपि तथा एव. वाल् मेक्स् द डिफ्रेन्स् नो दट्स् वाय्. किमर्थं तत्र वाल् वाल् अस्ति इत्युक्ते तत्र भित्तिः किमर्थम् इत्युक्ते तत्र भेदः, भेदं दर्शयितुं, तदर्थमेव भित्तिः. भित्तिः इत्युक्ते वाल्, भिद् धातोः रूपं भित्तिः, भेदः. अपि च वयं जानीमः भिन्नः, भिन्नः क्तान्तरूपं भिद् भिन्न पद् पन्न तथा क्तान्तरूपाणि भवन्ति. अपि च अत्र भूमा भगिनी पत्युः आगमनम् इति दत्तमस्ति. पत्युः रूपं किं? पत्युः षष्ठीविभक्ति. प्रथमान्तरूपं किं? पति. पतिः, पतिः. अपि च अभिलक्ष्य, अभिलक्ष्य इत्यस्मिन् विषये वदतु. लक्ष्य दातु अभि उपसर्ग, अभि उपसर्ग. अत्र ल्यबन्तरूपं दत्तमस्ति. ल्यबन्तरूपम् आगमनं, पत्युः आगमनं अभिलक्ष्य. अभिलक्ष्य इत्युक्ते मनसि, मनसि निधाय. सा किं कृतवती? पत्युः आगमनं मनसि निधाय सा विशेषपाकं, विशेषपाकं कृतवती. अत्र पयसा वदतु भगिनी, पयसारूपं किम्? पयसा शर्कराभिः, पयसा वित्त. अत्र गीताञ्जलि भगिनी वदतु. तृतीया, तृतीयविभक्ति एकवचनं, एकवचनं. प्रथमान्त, प्रथमान्तरूपं वदतु. पया, पया, पयः, पयः. सुन्दरं भूमा भगिनी, पयः. उत्तमं, पयः, पयः. यथा पदं सकारान्तपदम्. पयः, पयसा, सकारान्तपदमिति कृत्वा तृतीयान्तरूपं पयसा इति भवति. शर्कराभिः वदतु भगिनि, प्रथमान्तरूपं किम्? शर्करः, शर्करा, लताभिः. शर्करा इति आकारान्त स्त्रीलिङ्गपदम्. अत्र पश्यतु भगिनी, पायसम् इति पदं दत्तमस्ति. पायसा निर्मितं पायसं, पायसा निर्मितं पायसम्. अतः अन्यानि बहुविधानि मिष्टान्नानि च निर्मितवती भगिनी. अस्मिन् परिच्छेदे किं किं दत्तम् अस्ति किञ्चित् वदति वा अधुना? भूभिः, ग्रामवासिभिः, होलिकोत्सवे पिता गृहम् आगमिष्यति. अमेरिकादेशे कृतवान् पिता होलीमहोत्सवम् आचरितुं गृहम् आगच्छति. सः मणि, नीलमणिः चिन्तयति बन्धुभिः सह सार्धम् अहं क्रीडिष्यामि इति चिन्तयति. ग्रामवासिभिः सह इतस्ततः भ्रमिष्यामि इति चिन्तयति. पिता शोचयति या नीलमणि शोचयति या? अहं कन्फ्यूषन्. अत्र अहं होलिकोत्सवे पिता गृहम् आगमिष्यति वदतु. अहं बन्धुभिः सह यथेच्छं क्रीडिष्यामि. नीलमणिः चिन्तयति सह वर्णजलैः वर्णचूर्णैः च खेलिष्यामि इति चिन्तयति नीलमणिः. उत्साहितवान् भवति. नीलमणेः माता विमला स्वगृहं पत्युः आगमनार्थं अलङ्करिष्यति. रङ्गावल्या चित्रफलकैः सज्जीकृतवती मिष्टान्नानि च निर्मितवती. शर्कराभिः पायसं च निर्मितवती. उत्तमम्. अत्र भ्रमिष्यामि, अत्र भ्रम् धातुः अस्ति. भ्रमणम् इत्युक्ते किं भगिनि? भ्रमणम् इतस्ततः रटयन् अटनम् इतस्ततः चलनम् चलनमेव. अत्र भ्रमणम् इत्युक्ते चलनम् अथवा अटनम्. अटति इति पदमस्ति, अपि च चलति इति पदमस्ति, परन्तु अत्र भ्रमति इति पदमस्ति. भ्रमति इति शब्दस्य लृट् रूपं भ्रमिष्यामि. उत्तमं भगिनि, धन्यवादः. अनन्तरं शोभा भगिनी भवती पठतु, अग्रिमपरिच्छेदं पठतु. यथासमयं पिता रघुपतिः वायुयानेन स्वदेशं प्राप्तवान्. नीलमणिः जनन्या सह विमानस्थानके प्रतीक्षापरः आसीत्. पितरं विलोक्य सः महता आनन्देन तं मेलितुम् अधावत्. पुत्रप्रेम्णा अभिभूतः पिता तं बाहुभ्याम् उत्थाय आलिङ्गितवान्. विमला अपि स्मितेन स्वपतिम् अभिनन्दितवती. ततः ते सर्वे कार् यानेन गृहं प्रत्यागवन्तः. अग्रे प्रत्यागतवन्तः. अधुना अधुना अत्र वायुयानेन अत्र रूपं किं? प्रथमान्तं रूपं वायुयानम् यानम्. अत्र पश्यतु भगिनि, प्राप्तवान् इति पदमस्ति. अत्र अत्र प्रा उपसर्गपूर्वकः आप् धातुः, अपि च तावत्वन्तरूपं. यत्र कुत्रापि प्राप्त इति पदमस्ति चेत् तत्र अर्धद्वयं भवितुमर्हति. अत्र सः किं प्राप्नोति, ज्ञानं प्राप्नोति इत्यस्मिन् अर्थे अपि तस्य उपयोगः भवति. अथवा सः स्वदेशं प्राप्तवान् इत्युक्ते सहं तत्र स्वदेशं प्राप्तवान् इत्युक्ते सः स्वदेशम् आगतवान् इति अर्थः, न तु सः ज्ञानं प्राप्तवान् तस्मिन् अर्थे नास्ति अत्र. अत्र इत्युक्ते प्राप्त इति तवत्वन्तरूपं, परन्तु अत्र सः प्राप्तवान् कुत्र प्राप्तवान् अथवा स्वदेशं प्राप्तवान् तत्र स्वदेशम् आगतवान् इत्यस्मिन् अर्थे, रीच्ड् इत्यस्मिन् अर्थे. परन्तु सा अत्र प्राप्त इत्यस्य अर्थः भिन्न अर्थः अपि अस्ति. अस्ति. अत्र गृहं प्राप्तवान् स्वदेशं प्राप्तवान् इत्यस्मिन् अर्थे तस्य उपयोगः भवति. अपि च सः ज्ञानं प्राप्तवान् इत्यस्मिन् अर्थे अपि भवति. अत्र जनन्या रूपं किं भगिनि? जनन्या तृतीयरूपं जननी शब्दस्य. सः नीलमणिः जनन्या सह तस्य माता सह मात्रा सह विमानस्थानके आगतवान् अत्र विमानस्थानकम् इति पदमस्ति. विमानस्थानके सप्तमी रूपं प्रतीक्षापरः आसीत्. विलोक्य इत्यस्मिन् विषये वदतु. विलोक्य यथा अवलोकनम् अथवा ईक्षते पश्यति इति अर्थम् इति अस्ति. विलोक्य षष्टिविभक्ति विलो पितरं विलोक्य न लेप् लेप् प्रत्ययः अस्ति. पितरं विलोक्य सः पितरं पश्यति अनन्तरं महता आनन्दम् अनुभवति. यथा विलोक्य उत्तमम् इत्युक्ते अत्र ल्यबन्तरूपमस्ति इति कृत्वा तत्र पितरम् इति द्वितीयविभक्त्यन्तरूपमस्ति. अत्र यथा भवती उक्तवती अत्र वि उपसर्गपूर्वकः लुक् धातुः लुक् धातुतः लोकटे लट्लकाररूपम्. वयं जानीमः लोकः इति पदं वयं जानीमः. लोकः तस्य अर्थः कः इति वदामश्चेत् लोक्यते इति लोकः लोक्यते इति लोकः इत्युक्ते सीन् सीन् बै अदर्स् दट् इस् लोकः. लोक्यते इति लोकः इति वदामः. अत्र लुक् धातुः परन्तु लट्लकाररूपं लोकते इति आत्मनेपदी अस्ति. विलोक्य अपि च महता आनन्देन तं मेलितुम् अधावत् रूपं वदतु भगिनि. अधावत् लङ् लकाररूपम् अस्ति. अधावति पदस्य एकवचने प्रथमपुरुष उत्तमम्. अपि च बाहुभ्याम् उत्थाप्य तत्र उत्थाप्य रूपं वदतु. उत्थाप्य लेबन्तरूपम् अस्ति. उत्थाय अस्ति वा स्थिताय उत्थाप्य पितः बाहुभ्यां तस्य पुत्रम् उत्थापयति. इत्युक्ते अत्र निजन्तरूपमस्ति. उत्थाय सामान्यलेबन्तरूपं परन्तु अत्र उत्थाप्य इति दत्तमस्ति. उत्थाप्य निजन्तरूपम् उत्थापयति. पिता पुत्रम् उत्थापयति इति रूपमस्ति. उत्थाप्य आलिङ्गितवान् अत्र बाहुभ्याम्. अत्र भारतदेशे अत्र एका नदी अस्ति, तस्याः नाम बाहुदा इति नदी अस्ति. तस्मिन् विषये एका कथा अस्ति, सुन्दरी कथा अस्ति. बाहुदा इति नाम किमर्थम् आगतम् इति तस्मिन् विषये एका कथा अस्ति. गते सप्ताहे एव अहं श्रुतवती बाहुदा नद्याः विषये. पूर्वतनकथा अस्ति. उत्तमम्. अत्र कुत्र अस्ति भगिनि? भारतदेशे नद्याः नाम बाहुदा. तत्र तस्य नाम किमर्थं बाहुदा इति दत्तमस्ति. तत्र बहु सुन्दरी कथा अस्ति तस्मिन् विषये. अपि च अत्र स्मितेन इति पदम् अत्र स्मितशब्दः अपि तान्तरूपम्. वदतु भगिनि. स्मितेन इत्युक्ते विमला मन्दस्मितेन इति अर्थमस्ति. सम्यक्. हसन्मुखेन. उत्तमम्. अपि च अत्र तने महोदय भवान् वक्तुं शक्नोति वा स्मितेन स्मित इति कृतान्तरूपं, परन्तु धातुः कः, लट्लकाररूपं किम्? धातुः स्मि धातुः अहं न जानामि. अत्र धातुः स्मि धातुः, परन्तु लट्लकाररूपं स्मयते, आत्मनेपदि स्मयते स्मि धातोः रूपं, परन्तु अत्र कृतान्तरूपं दत्तमस्ति स्मितेन, अत्र तृतीयान्तरूपं स्मयते इति रूपमस्ति. स्वपतिम् अभिनन्दितवती, अत्र अत्रापि अभिनन्दितवती कृतवत्वन्तरूपम् अभि उपसर्गपूर्वकः नन्दधातुः, नन्दधातुः वयं व्याकरणकक्षायां पठितवन्तः. अत्र धातुः अस्ति तु नद्यौ, तत्र मूलरूपम् औपदेशिक. वदतु महोदय. अत्र धातुः अत्र णिदि इति धातुः अस्ति वा? णिदि आम् महोदय, अत्र औपदेशिकधातुः टु नदेव इति अस्ति, परन्तु तत्र मिदचोङ्क्यात् परः इदितोनं धातोः इति सूत्रद्वयेन तत्र नन्द् भवति. नन्द् भवति, तत्र नन्दति इति लट्लकाररूपं, परन्तु अत्र तवतु अन्तरूपं दत्तमस्ति अभिनन्दितवती इत्युक्ते सा आनन्दिता हर्षिता अभवत्. उत्तमम्. अनन्तरम् अत्र इतोपि वद भगिनी, शोभा भगिनी भवती एव पठतु, अत्र इतोपि किं दत्तमस्ति अग्रिमे परिच्छेदे. अग्रिमे परिच्छेदे केवलं तृतीयविभक्तिपदं भगिनि. होलिका, होलिकोत्सवस्य पूर्वस्मिन् दिवसे रघुपतिना सह मित्राणि दूरवाण्या वार्ताम् अकुर्वन्. होलिकादिने प्रतिवेशिभिः बन्धुभिः सह चायं पिबन् रघुपतिः कथयन् आसीत्, होल्या अहं स्वदेशे आनीतः अस्मि, अमेरिकादेशे धनं वैभवं विलासमयं जीवनम् एतत् सर्वमपि वर्तते, परन्तु तत्र अहं सर्वथा दिनानि गणयन् आसम् कदा होली आगमिष्यतीति. यथा अत्र होलिमेलनं भवति न तथा विश्वे अन्यत्र कुत्रापि. यद्यपि अस्माकं देशः विविधैः धर्मावली एकनिमिषं धर्मावलम्बिभिः धर्मावलम्बिभिः नानाभाषाभाषिभिः च जनैः परिपूर्णोऽस्ति, तथापि अस्मिन् दिने सर्वे वैमनस्यं विमुच्य सद्भावनेन शान्त्या मैत्रीभावनया च एतम् उत्सवम् आचरन्ति, परस्परं च मिलन्ति. वस्तुतः एतादृश्या महत्या भावनया प्रेरितः अहं प्रतिवर्षम् अस्मिन् अवसरे आगच्छामि. अग्रिमपरिच्छेदमपि पठतु. अन्ते रघुपतिः अमेरिकातः आनीतैः वस्तुभिः आत्मीयजनानां प्रतिवेशितां प्रतिवेशिनां च सत्कारम् अकरोत्. ते सर्वे अपि होली शुभकामनाभिः सह स्वस्वगृहाणि प्रस्थितवन्तः. उत्तमम्. अत्र पश्यतु पूर्वस्मिन् दिवसे, अत्र यथा पूर्व इति वदामः अत्र विशेषणमस्ति इति कृत्वा अत्र पूर्वशब्दस्य अपि सप्तमी विभक्तिः भवति. पूर्वस्मिन् दिवसे तत्र पदमस्ति दिवसः, अपि च रघुपतिना तत्र प्रथमान्तरूपं किं भगिनि? रघुपतिः उत्तमम्. उपपद तृतीया अस्ति, अपि च अत्र प्रतिवेशिभिः वदतु. होली ओके होलिकादिने प्रतिवेशिभिः बन्धुभिः प्रतिवेशिभिः प्रतिवेशणं प्रतिवेश्य बन्धुभिः सह चायं पिबन् प्रति उपसर्ग वेशिभिः विश उत्तमम् इत्युक्ते अत्र अत्र अत्र भवती किम् अवगतवती प्रतिवेशिभिः इत्यस्य अर्थः कः अत्र आहूय अत्र पदस्य अर्थः कः प्रतिवेशी प्रतिवेशी केवलम् अर्थं वदतु अत्र इन्वैटेड् गीताञ्जलि भगिनी वदतु अत्र प्रतिवेशी इत्युक्ते अर्थः कः अहं न जानामि किन्तु अहम् इति मन्ये प्रवेश अहं चिन्तयामि प्रतिवेशी इत्युक्ते नैबर् नैबर् नैबर् इति वदामः प्रतिवेशी अत्र अत्र यथा भवती उक्तवती विश् धातोः रूपम् एव अत्र विश् वेश् भवति परन्तु अत्र प्रतिवेशी इति पदमस्ति अत्र प्रत्ययः अस्ति इनि प्रत्ययः इनि प्रत्ययान्तरूपम् अस्ति चेत् गुणी शब्दवत् प्रतिवेशी अत्रापि नकारान्तपदम् प्रथमाविभक्त्यन्तरूपं प्रतिवेशिन् प्रतिवेशिन् इति प्रातिपदिकं रूपं प्रथमान्तरूपं प्रतिवेशी प्रतिवेशिनौ प्रतिवेशिनः तथा भवति अत्र तृतीयान्तरूपं दत्तमस्ति अपि च अत्र अकुर्वन् इति किमर्थमस्ति पूर्वस्मिन् वाक्ये वार्ताम् अकुर्वन् लङ्लकारे प्रथमपुरुषे एकवचनपदमस्ति वार्ताम् अकुर्वन् सः रघुपतिः मित्राणि दूरवाण्या वार्ता होलिकोत्सवस्य पूर्वस्मिन् दिवसे अस्ति तदर्थम् अकुर्वन् तस्य अन्वयः कस्य पदेन सह अस्ति तत्तु यथा भवती उक्तवती तत्तु क्रियापदम् अपि च वार्मपुरुष बहुवचने अस्ति प्रथमपुरुष बहुवचने अस्ति अपि च क्रूधातुः सकर्मकः इति कृत्वा वार्ताम् इति कर्मपदम् अस्ति परन्तु अत्र अकुर्वन् इति पदस्य सम्बन्धः केन सह अस्ति अत्र के अकुर्वन् के अकुर्वन् रघुपतिना सह मित्राणि अकुर्वन् सुन्दरं क्षम्यतां भगिनि बहुवचनम् अस्ति मित्राणि अकुर्वन् तदेव अहं श्रोतुमिच्छामि तावदेव प्रतिवेशिभिः बन्धुभिः सह चायं पिबन् पिबन् वदतु चायं पिबन् अपि बहुवचने प्रतिवेशिभिः अपि च बन्धुभिः चायं पिबन् अत्र उषा भगिनी वदति शत्रुप्रत्यय अस्ति शत्रुप्रत्यय उत्तमम् अत्र कस्य विशेषणं पिबन् रघुपति चायं पिबन् सः रघुपति रघुपतिः चायं पिबन् अत्र पिबन् अत्र शत्रुरूपम् उत्तमम् इत्युक्ते अत्र पिबन् आसीत् उत्तमं रघुपतिः पिबन् आसीत् अपि च कथयन् आसीत् इत्युक्ते एकस्मिन् एव समये क्रियाद्वयम् अभवत् अतः सः चायं पीतवान् अपि च कथितवान् इत्युक्ते अत्र कार्यद्वयम् अस्ति इति कृत्वा अत्र शत्रन्तरूपं योजितमस्ति. शत्रन्तरूपम् अपि कर्मपदं स्वीकरोति. अत्र एकः प्रश्नः भगिनि, यदि वयं पिबन् आसीत् वक्तुम् उक्तम् अपि शत्रान्त भवति, अत्र पिबन् कथयन् आसीत् द्वे पदानि सन्ति, द्वे पदानि स्तः द्वे पदे स्तः यथा किमपि अहं न जानामि संस्कृते कथं इत्युक्ते अत्र एकस्मिन् अत्र सत्रन्तपदम् अत्र आसीत् इत्यपि भवितुमर्हति, अस्ति इत्यपि भवितुमर्हति, भविष्यति इत्यपि भवितुमर्हति. तत्र सत्रन्तपदेन सह अत्र क्रियापदं, यदि भवती जानाति चेत् सत्रन्तपदं कृदन्तपदम् इत्युक्ते धातुतः निर्मितं पदं सत्रन्तपदं. तत्र किं वदामः इत्युक्ते तत्र तत्र तिङ्गन्तपदं नास्ति. संस्कृतभाषायां पदानि द्विविधानि, सुबन्तपदानि तिङ्गन्तपदानि, परन्तु अत्र अस्मिन् वाक्ये तिङ्गन्तपदमस्ति आसीत्. रघुपतिः सुबन्तपदं, परन्तु अत्र पिबन् इति पदम् अथवा कथयन् कृदन्तपदानि. तत्र भूतकालार्थे अपि भवितुमर्हति सत्रन्तरूपम्. अहम् आङ्ग्लभाषायां पृच्छामि भगिनि, आसीत् कथयन् आसीत् अपि शत्रान्तः अस्ति, पिबन् आसीत् अपि शत्रान्तः अस्ति, अन्ते आसीत् अस्ति चेत् केन् वि से पिबन् कथयन् अण्ड् मेनि अदर् लैक् दट् अण्ड् देन् अट् द एण्ड् विल् बि आसीत् मल्टिपल् मोर् देन् टु तदापि वक्तुं शक्नुमः. अत्र केवलं अहं न दृष्टवती, केवलम् एकपदं दृष्टवती यथा पिबन् आसीत् अथवा कथयन् आसीत्, अतः सन्देहः. अवगच्छामि. वदतु भगिनि. कथयन् शत्रपदं रूपं भगिनि? आं भगिनि, कथयन् पिबन् शत्ररूपं, कथयन् शत्ररूपम् आसीत् इत्युक्ते अन्य कार्यम् आसीत्. शत्रपदं नास्ति किन्तु तदेव अहं वदन्ती अस्मि. अत्र आसीत् इति पदं तिङ्गन्तपदम्. अत्र यत्र कुत्रापि वाक्ये साधारणतया अत्र तिङ्गन्तपदम् अस्ति अपि भवितुमर्हति, नो चेत् यदा कदापि कृदन्तपदं तिङ्गन्तपदं न भवति, कृदन्तपदम् एव तिङ्गन्तपदम् इव कार्यं करोति अत्र. परन्तु अस्मिन् वाक्ये आसीत् इति पदं क्रियापदम्, पिबन् अपि च कथयन् इति कृदन्तपदद्वयम् इत्युक्ते अत्र सः मल्टिटास्किङ्ग् करोति. यदा शोभा भगिनी उक्तवती मल्टिटास्किङ्ग् करोति चेत् बहूनि सत्रन्तपदानि योजयित्वा वाक्यरचनं कर्तुं शक्नुमः. शत्रुप्रत्यय एकस्मिन् समये कार्य बहूनि भवति तदर्थमेव शत्रन्तरूपम्. उत्तमम्. अग्रिमम् अत्र शोभा भगिनी वदतु, अत्र इतोपि किमस्ति? होल्या आसीत्. होल्या अहं स्वदेशे आनीतः अस्मि. होल्या तृतीया विभक्ति, होली समये होल्या होली उत्सव समयेन अहं स्वदेशे आनीतः अस्मि. आनीतः अत्र पश्यतु, वाक्यं पश्यतु, होल्या अहं स्वदेशे आनीतः अस्मि. अस्तु भगिनि, होल्या होली मां स्वदेशम् आनीतवती. उत्तमम्. इत्युक्ते अत्र होल्या इत्युक्ते कारणतृतीया, होली होली हेतुवाचकं, हेतुवाचकं हेतुवाचकतृतीया. होल्या अहम् स्वदेशे आनीतः अस्मि. आनीतः इति अपि क्षान्तरूपम् औपसर्गपूर्वकः नीधातुः. नीधातुतः लट्लकाररूपं किं भगिनि? नीधातोः लट्रूपं नयति. नयति, उत्तमं. नयति. धन्यवादः भगिनि. अनन्तरम् अत्र तने महोदय भवान् करोतु अग्रिमम्. अत्र विविधैः धर्मावलम्बिभिः तदा वदतु. विविधैः धर्म अवलम्बिभिः, अत्र विविधः इति विविध इति प्रातिपदिकमस्ति, पुल्लिङ्गपदमस्ति. तस्य तृतीयाविभक्तौ बहुवचने विविधैः इति, ततः पश्चात् धर्म अवलम्बिभिः. अत्र अहं चिन्तयामि अत्रापि अवलम्बिन् इति नकारान्त प्रातिपदिकम् अस्ति. आं महोदय, धर्म अवलम्बिन् तस्य तृतीया विभक्तौ. अत्र प्रथमान्तं रूपं किं? प्रथमान्तं रूपम् अस्ति धर्मावलम्बिनौ धर्मावलम्बिनः इति. उत्तमम्. अपि च नानाभाषिभिः. नानाभाषाभाषिभिः अत्र भाषा इत्यस्य तृतीयाविभक्तौ बहुवचने भाषाभिः इति भवति. जनैः अपि तृतीयाविभक्तौ बहुवचने अस्ति. महोदय, अहं चिन्तयामि अत्र नानाभाषाभाषिभिः इति अस्ति, तत्रापि नकारान्तपदं नानाभाषाभाषी. ओ, भाषिन् इति अस्ति वा? इत्युक्ते तत्रापि यथा धर्मावलम्बी, अत्रापि इनि प्रत्ययः, इनि प्रत्ययः अस्ति, तथा एव भाषाभाषी. यदि भाषा अस्ति तर्हि भाषाभिः भवति, परन्तु अत्र भाषीभिः अस्ति. इत्युक्ते अत्र प्रथमान्तरूपं वदतु. प्रथमान्तरूपं भाषी, दीर्घैकारान्त. दीर्घैकारान्तं यथा त्यागी, त्यागिन्, तथा एव गुणिगुणिन्, तथा एव अत्र भाषी, भाषिणौ, भाषिणः इति रूपाणि भवन्ति. इनि प्रत्ययान्तरूपाणि. उत्तमम्. अग्रिमं वदतु महोदय. अग्रिमं सद्भावेन, अत्र सद्भावः इति पुल्लिङ्गपदमस्ति. तस्य तृतीयाविभक्तौ एकवचने सद्भावेन. अत्र तत् अनन्तरं शान्त्या मैत्री भावनया. शान्त्या इति इत्यस्य प्रातिपदिकं शान्ति इति अस्ति. मैत्री भावनया, अत्र मैत्री भावना इति प्रातिपदिकमस्ति. तस्य तृतीयाविभक्तौ एकवचने मैत्री भावनया. महोदय, अत्र तस्मात् पूर्वं परिपूर्णोऽस्ति इति पदमस्ति, तस्मिन् विषये वदतु. परिपूर्णोऽस्ति, अत्र परिपूर्णः योगः अस्ति इति इत्यस्य सन्धिकार्यं कृत्वा परिपूर्णोऽस्ति इति भवति. उत्तमम्. अपि च अत्र पूर्वस्मिन् वाक्ये अवलम्ब्य इति पदमस्ति, तस्मिन् विषये वदतु. अवलम्ब्य इति अव उपसर्गपूर्वकः लम्ब्य, लम्बधातुः अस्ति वा? तस्य लेबन्तरूपम् अस्ति. लम्बधातुः लम्बते इति पदमस्ति, अत्र अवलम्ब्य इति लियपन्तरूपम्. अपि च गणयन्, गणयन् आसम्. गणयन् इति अत्र गणधातोः शत्रन्तरूपम् अस्ति. गण आसन् आसन् इति अपि शत्रन्तरूपम् अस्ति अस् धातोः. पश्यतु महोदय, गणयन् शत्रन्तरूपं, परन्तु आसम् तु आसम्, अहम् आसन् इति आसम् इति तु लङ्लकारे अस्ति, लङ्लकारे उत्तमपुरुष एकवचनरूपम् आसम्. उत्तमम् उत्तमम्. अपि च पूर्वस्मिन् वाक्ये सर्वधा इति पदमस्ति, तत्र अहं चिन्तयामि सर्वदा इति पदमस्ति, सर्वधा अस्ति, परन्तु अत्र सर्वथा, तत्र त्रीणि पदानि अपि सन्ति. सर्वदा इत्युक्ते किं महोदय? सर्वदा इत्युक्ते नित्यं. अपि च सर्व इत्युक्ते आल्वेस्, आल्वेस् इति वदामः, सर्वदा इति. सर्वधा इत्युक्ते बै आल् मीन्स्, सर्वधा, परन्तु अत्र सर्वथा इति दत्तमस्ति. अपि च अत्र इतोपि किमस्ति, वैमनस्यम् इति पदमस्ति, तस्मिन् विषये वदतु. कुत्र अस्ति अत्र? तथापि अस्मिन् दिने सर्वे वैमनस्यं विमुच्य. तथापि प्राप्तम् अत्र वैमनस्य, सर्वे वैमनस्यं विमुच्य. वयम् अत्र अहं चिन्तयामि कार्यं त्यक्त्वा दुःखं वैमनस्य विमुच्य इत्युक्ते त्यक्त्वा विमुच्य. उत्तमं महोदय, विमुच्य इत्युक्ते त्यक्त्वा. अत्र वदतु रूपसाधनार्थं किं कुर्मः अत्र विमुच्य इत्यस्य रूपविषये वदतु. वि उपसर्गपूर्वकः मुच् धातोः, मुच् धातुः, तस्य ल्यबन्तरूपं विमुच्य. लट्लकाररूपं किं? मुञ्चति इति अहं चिन्तयामि. मुञ्चति, उत्तमं, मुञ्चति. मुच् धातोः लट् रूपं मुञ्चति. सम्यक् महोदय. वैमनस्यं, वैमनस्यम् इति अपि तद्धितान्तरूपम् इत्युक्ते प्रतिकूलभावः अथवा विमुखता इति वदामः. तदा किं कुर्वन्ति जनाः? वैमनस्यं त्यक्त्वा, प्रतिकूलभावान् त्यक्त्वा, ते सर्वे जनाः सद्भावेन मैत्रीभावनया उत्सवम् आचरन्ति, अपि च परस्परं मिलन्ति. मिल् धातुः अपि अकर्मकधातुः. उत्तमम्. अग्रिमं वदतु अत्र एतादृश्या महत्या भावनया, तस्मिन् विषये वदतु. एतादृश्या महत्या भावनया, अत्र महत्या इत्यस्य प्रातिपदिकम् अस्ति महती, महती दीर्घ इकारान्त, तस्य तृतीया विभक्तौ एकवचने महत्या भावनया इति वयं पूर्वमपि दृष्टवन्तः. एतादृश्या इत्यस्य प्रातिपदिकम् अस्ति एतादृशा, तस्य तृतीया विभक्तौ एकवचने एतादृश्या. अत्र अहं चिन्तयामि एतादृशी अस्ति. आमाम्, एतादृशी इत्यस्य तृतीयान्तं रूपम् एतादृश्या महती. अत्र त्रीणि पदानि प्रथमाविभक्तौ वदामश्चेत् किं वदामः? अत्र एतादृशी महती भावना. सुन्दरं सुन्दरं महोदय. अपि च अत्र इतोपि सद्भावेन इति अस्ति, तत्र सन्धेः नाम वदतु अन्येषां कृते. संसद्भावेन अत्र अहं न जानामि भगिनि, सन्देः नाम किम्? अत्र सत् योगः भावः, सद्भावः, अत्र जस्त्वसन्धिः. आं भगिनि, उत्तमं, जस्त्वसन्धिः अस्ति. अपि च इतोपि किमस्ति अत्र? आनीतैः वस्तुभिः, अत्र प्रेरितः इति पदमस्ति, प्रेरितः, अत्रापि वदतु महोदय, प्रेरितः इत्यस्मिन् विषये अत्र तान्तरूपम् अस्ति, प्रेरधातोः तान्तरूपम् अस्ति. अत्र प्रा उपसर्गपूर्वकः ईर्धातुः, प्रा उपसर्गपूर्वकः, अत्र सन्धिः भवति, गुणसन्धिः. कृतान्तरूपमेव प्रेरितः, प्रा उपसर्गपूर्वकः ईर् धातुः कृताप्रत्ययमस्ति तत्र. अपि च आनीतैः वस्तुभिः, तत्र रूपं किं वदतु महोदय? अत्र आनीतैः वस्तु इति नपुंसकलिङ्गपदम् अस्ति. आनीतैः इत्यस्य प्रातिपदिकम् अस्ति आनीतं, तस्य तृतीयाविभक्तौ बहुवचने आनीतैः. अत्र आ उपसर्गपूर्वकः नि धातोः, अपि च तस्य तान्तरूपम् अस्ति. वस्तुभिः इत्यस्य प्रातिपदिकम् अस्ति वस्तु, न वस्तून् इति अस्ति वा? वस्तु महोदय, अवस्तु इत्युक्ते वस्तु एव. प्रथमविभक्तौ आनीतं वस्तु, आम् आनीतं वस्तु इति भवति. परन्तु अत्र पदद्वयं तृतीया बहुवचने दत्तमस्ति. आत्मीयजनानाम् इति पदमस्ति अत्र, आत्मीयजनानां तत्र समासः अस्ति, जनाः आत्मीयाः. अत्र अहं चिन्तयामि कर्मधारयसमासः अस्ति इति अहं चिन्तयामि. अत्र समस्तपदम्. अपि च प्रतिवेशिनां वदतु महोदय. प्रतिवेशिनाम् अत्र प्रति उपसर्गपूर्वकः विष् धातुः, अत्र प्रातिपदिकम् अस्ति प्रतिवेशिन् इति अहं चिन्तयामि. तस्य षष्टिविभक्तौ बहुवचने प्रतिवेशिनाम्. उत्तमम्. अपि च अत्र आत्मीयजनानां प्रतिवेशिनां च सत्कारम् अकरोत्, सत्कारः इति पदमस्ति. सत्कारः इत्यस्मिन् विषये वदतु. सत्कारः अत्र सत्कारः, सत् योगः क्रूधातुः, तस्य क्रूधातुः योगः घञ् प्रत्ययः अस्ति वा? उत्तमं महोदय. यथा अधिकारः, अधिकारः तथा एव अत्र यथा भवान् उक्तवान् सत् क्रूधातुः घञ् प्रत्ययः, सत्कारः इति पदम्. अपि यथा अधिकारः, अधि क्रू अपि च घञ् अधिकारः, सत्कारम् अकरोत्. तदनन्तरं सर्वे अपि होलीशुभकामनाभिः सह स्वगृहाणि प्रस्थितवन्तः. होलीशुभकामनाभिः, अत्र शुभकामना इति पदं वयं जानीमः एव. प्रस्थितवन्तः, वदतु महोदय. प्रस्थितवन्तः प्र उपसर्गपूर्वकः स्था धातुः, अपि च तस्य तवतु प्रत्यय योजनेन पुल्लिङ्गे एकवच पुल्लिङ्गे प्रथमविभक्तौ एकवचने बहुवचनरूपम् अस्ति प्रस्थितवन्तः. के प्रस्थितवन्तः? रघुपतिः ते सर्वे, रघुपतिः अपि च तस्य आत्मीयजनाः, अपि च तस्य प्रतिवेशिनः, एते सर्वे, एते सर्वे, ते सर्वे प्रस्थितवन्तः. ह्यः एव वयं पठितवन्तः अत्र यथा सत्कारः, ह्यः अस्माकं व्याकरणकक्षायां वयं पठितवन्तः संस्कारः, संस्कारः तथा एव सत्कारः, घञ् प्रत्ययः तत्र. प्रस्थितवन्तः इत्युक्ते अत्र ततः गृहं प्रति गतवन्तः, अथवा तत्र अन्यं पदमस्ति प्रस्थितवन्तः इत्यस्मिन् अर्थे निर्गच्छति, निर्गतवन्तः. निर्गच्छति इत्युक्ते तत् दे डिपार्टेड् इत्यस्मिन् अर्थे निर्गतवन्तः इति अस्ति. उत्तमम्. अधुना किञ्चिदेव कुर्मः अभ्यासपुस्तके. धन्यवादः महोदय. गीताञ्जलि भगिनी, भवती अत्र अभ्यासपुस्तके किमस्ति किञ्चित् पठति वा अत्र? किं पुटे भगिनि? 20.1 आभागे अत्र चतुष्पञ्चाशत् तमे पुटे. चतुष्पञ्चाशत् अद्यतन श्वस्तन ह्यस्तन एतत् सम्भाषणं पठतु. एकनिमिष भगिनि. अद्य परीक्षा आसीत् वा? आम् आसीत्. अद्यतन प्रश्नपत्रिका कथम् आसीत्? अद्यतन प्रश्नपत्रिका सरला आसीत्. ह्यस्तन प्रश्नपत्रिका तु कठिना आसीत्. श्वस्तन परीक्षार्थम् अभ्यासं कृतवान् वा भवान्? आम् किञ्चित् कृतवान्. उत्तमम्. अत्र 20.1 आभागे तत्र एकं सम्भाषणमस्ति. भवन्तः गृहपाठरूपेण तत् सम्भाषणं कुर्वन्तु. अपि च अत्र अन्यं करपत्रमस्ति, गीता सोपानतः उद्धृतं करपत्रम् एकं करपत्रमस्ति. तत्रापि अद्यतन श्वस्तन इत्यस्मिन् विषये किञ्चित् दत्तमस्ति. तदपि शीघ्रं कुर्मः. भगिनी अत्र सम्भाषणं सरलमेव, तत्र चिन्तनस्य आवश्यकता नास्ति. अत्र भगिनी अत्र करपत्रं पश्यतु. अद्यतन ह्यस्तन गीतासोपानात् उद्धृतं करपत्रं. किं पुटे गीतासोपानं भगिनी? अहम् ईमेल् माध्यमेन प्रेषितवती. अस्तु अहं पश्यामि. किन्तु अहं 164 पुस्तके अपि दर्शयामि इच्छामि. 164 धन्यवाद भगिनि. अद्यतन ह्यस्तन श्वस्तन पूर्वतन इदानीन्तन इति दत्तम्. एतत् सम्भाषणम् उच्चैः पठत. भीमः भ्रातः किं चिन्तयसि? भवान् नितरां खिन्नः इव. उषा भगिनी भवती वदतु. अत्र युधिष्ठिरः. युधिष्ठिरः: आं भीम, अहम् अभिमन्युं स्मरामि स्म. अद्यतनयुद्धे अनन्यगतिगतया अहं तं चक्रव्यूहं भेतुं प्रेरितवान्. तेनैव सह मृत्युम् उपेतः. तेन विना श्वस्तनं युद्धं कथं भवेत् न जाने. भीमः: सत्यमेव भ्रातः, ह्यस्तने युद्धे तस्य पराक्रमः आचार्यास्पदम् आसीत्. सः वीरक्षत्रियः. सः स्वधर्मम् आचर्य वीरस्वर्गं प्राप्नोत्. भ्रातः: त्वं मा खिद्यस्व, क्षत्रिय एव एतादृशं युद्धं लभन्ते. क्षत्रियाः एव एतादृशं युद्धं लभन्ते. आगच्छ, आवां श्वस्तनयुद्धस्य विषये चिन्तयाव. सुन्दरम्. अत्र भ्रातः वदतु भगिनि शीघ्रम्. भ्रात इत्युक्ते सम्बोधन. चिन्तयसि. चिन्तयसि इत्युक्ते मध्यमपुरुष लट् लकारे. मध्यमपुरुष एकवचनं. एकवचनं एकवचनं. अपि च भवान् नितरां खिन्नः इत्युक्ते किं? भवान् नितराम् इत्युक्ते नित्यम् अधिकं बहु अथवा अतिशयेन. खिन्नः इत्युक्ते? खिन्नः इत्युक्ते दुःखम् अनुभूतवान्. दुःखम् अनुभूतवान् इति अर्थः. उत्तमम्. अपि च अत्र अहम् अभिमन्युं स्मरामि स्म इति दत्तमस्ति. अत्र स्म इत्यस्मिन् विषये भवती जानाति एव. अनन्यगतिकतया इत्युक्ते किम्? अनन्य गतिकतया इत्युक्ते अनन्य विपरीत आर्थक अन्य अन्योगः अन्य गतिकतया इत्युक्ते भगिनी अहं पदं न अवगच्छामि, किन्तु अर्थः इत्युक्ते पाथ् आफ् एक्षन् कोर्स्. अहं चिन्तयामि अत्र अनन्यगतिकतया इत्युक्ते अन्यगतिः नास्ति, अन्यमार्गः नास्ति इति कृत्वा. मम पार्श्वे युधिष्ठिरः वदति, भीमा मम पार्श्वे अन्यः उपायः नास्ति, तदर्थम् अन्यमार्गः एव नास्ति, तदर्थमेव अहम् अभिमन्युं चक्रव्यूहं भेत्तुं प्रेरितवान् अद्यतनयुद्धे इति युधिष्ठिरः वदति. अत्र खिन्नः खिन्नः इति पदमपि क्तान्तरूपम् अस्ति. खिद् धातोः रूपं खिन्नः, तत्र लट्लकाररूपम् अस्ति. खिद्यते दिवादिगणीयधातुः अस्ति. अपि च अद्यतनयुद्धे अनन्यगतिकतया अहं तम् इत्युक्ते कम्? तम् इत्युक्ते अभिमन्यु. अभिमन्युम् उत्तमम्. भेत्तुं भेत्तुं वदतु भगिनि, भेत्तुम् इत्यस्मिन् विषये वदतु. भेत्तुं to break इत्युक्ते अत्र तुमनन्तरूपम्. अत्रापि भिद् धातोः रूपं भिद्यते वयं जानीमः. भिद् भेत्तुं, छिद् चेत्तुं, तत्र प्रेरितवान् प्रेरणां दत्तवान् अर्थः, प्रेरणां कृतवान् तेनैव. तत्र सन्धेः नाम किं भगिनि? वृद्धिसन्धि भगिनि. वृद्धिसन्धिः. अभिमन्युः मृत्युम् उपेतः. उपेतः इत्युक्ते उपयत इत्युक्ते प्राप्नोति. सुन्दरं, प्राप्नोति. उपेतः इत्युक्ते अप्रोच्ड्, प्राप्तवान् मृत्युं. प्राप्तवान् तेन विना इत्युक्ते केन विना? अभिमन्यु विना. अभिमन्युं विना अथवा अभिमन्युना विना. अभिमन्युना विना. अभिमन्यु पदस्य रूपं किं? प्रथमान्तं रूपम् अभिमन्यु गुरुवत् भगिनि. गुरुशब्दवत् अभिमन्यु. वदतु. गुरुः गुरुः गुरौ गुरवः. अभिमन्यौ अभिमन्यौ अभिमन्यवः. अहं चिन्तयामि अभिमन्युः इत्युक्ते अत्र अभि उपसर्गपूर्वकः, मन्युः इति अस्ति. तत्र अहं चिन्तयामि आङ्ग्लभाषायां किं वदामः इत्युक्ते पर्सोनिफिकेशन् आफ् एङ्गर्. ओ इति तथा एव अभिमन्युः सः सः सर्वदा तस्य आवेशः अस्ति इति, आवेशः वा क्रोधः वा इति अस्ति इति, तस्मिन् अर्थे अभिमन्युः इति पदातु. धातु किं भगिनि? अभियोगधातु. अत्र मन् धातुः इति अहं चिन्तयामि. अपि च मन् इत्युक्ते एङ्गर् आल्सो. एङ्गर् तथा न भवति, तस्य अर्थः तत् किं वदामि अत्र मन्यते, मन्यते अहं मन्ये इति वदामः, परन्तु अति उपसर्गपूर्वकः धातुः अस्ति. अपि च अस्मिन्नेव वाक्ये न जाने इति अस्ति. जाने रूपं वदतु भगिनि. कोऽपि वदति वा जाने? कोऽपि वदति वा? तनय महोदय वक्तुं शक्नोति वा? अहं चिन्तयामि ज्ञा धातुः अस्ति परन्तु ज्ञा योगः तप्रत्ययेन अहं न जानामि. अहं वदामि, कोऽपि जानाति चेत् वदन्तु, नो चेत् अहं वदामि. उषा भगिनी प्रयत्नं करोति वा? लट् लकाररूपम् अस्ति भगिनि, जानते जानेते जानन्ति. सुन्दरं जाने उत्तमपुरुष जाने उत्तमपुरुष अस्ति भगिनि एकवचने. सुन्दरं, तदेव अहं श्रोतुमिच्छामि. इत्युक्ते अत्र ज्ञाधातुः उभयपदी धातुः. साधारणतया वयं रूपाणि जानाति जानीतः जानन्ति लट्लकाररूपाणि शृणुमः, परन्तु परस्मैपदीरूपम् अपि अस्ति ज्ञाधातोः. किं भवति? जानीते जानाते जानते तादृशरूपाणि भवन्ति. यथा उषा भगिनी उक्तवती, आत्मनेपदी ज्ञाधातोः आत्मनेपदी उत्तमपुरुष एकवचनरूपं जाने. तत्र रूपाणि किं भवन्ति इत्युक्ते जाने जानीवहि जानीवहे जानीमहे तादृशरूपाणि भवन्ति. उत्तमम्. अनन्तरम् अत्र गीताञ्जलि भगिनी अत्र वदतु, इतोपि किमस्ति? आश्चर्य भवती जानाति एव, ह्यस्तनयुद्धे तस्य पराक्रमः आश्चर्यास्पदम् आसीत्. आस्पदम् इत्युक्ते किं भगिनि? आस् इत्युक्ते आस्पदम् आश्चर्यास्पदं भवति. अहं चिन्तयामि आस्पदम् इत्युक्ते निलयः, निवासः, इत्यस्मिन् अर्थे अस्ति. इत्युक्ते अभिमन्योः पराक्रमः आश्चर्यास्पदम् आसीत् ह्यस्तनयुद्धे. सः वीरक्षत्रियः, सः स्वधर्मम् आचर्य वीरस्वर्गं प्राप्नोत्. वदतु भगिनि, प्राप्नोत् प्राप्नोत् प्राप्नोत् इत्युक्ते विधि लङ् लकारे प्रथम विभक्ति एकवचन. उत्तमं, पूर्णतया वदतु तस्य रूपं कथं निष्पन्नं. प्राप्नोत् प्राप्नुतां प्राप्नुवन् अत्र अत्र अहं किम् इच्छामि इत्युक्ते अत्र प्र उपसर्गपूर्वकः आप् धातुः लङ्लकाररूपम्. आप् धातोः लङ्लकाररूपं किं भवति? आप् धातोः लङ्लकाररूपम् आप्नोत् आप्नुताम् आप्नुवन्. सुन्दरम्. आप्नोत् आप्नुताम् आप्नुवन् तत्र केवलम् उपसर्गं योजयामः, तथा प्राप्नोत् इति रूपम् आगच्छति. अपि च खिद्यस्व, त्वं मा खिद्यस्व, खिद्यस्व रूपं खिद्यस्व मध्यमपुरुष एकवचन आत्मनेपदी लोट् लकारे लोट् रूपम्. उत्तमं, खिद्यस्व आत्मनेपदीरूपम् इति कृत्वा लोट् लकारे खिद्यस्व इति भवति. अपि च खिद् धातुः अपि अकर्मकधातुः. खिद् धातुः परन्तु प्राप् तत्र सकर्मकं भवति, अतः वीरस्वर्गं प्राप्नोत् तत्र सकर्मकधातुः इति अस्ति. अपि च युद्धं लभन्ते क्षत्रियाः वीरस्वर्गम् एतादृशं युद्धं लभन्ते. अत्र लभन्ते अत्र लभ् धातुः अपि अकर्मकधातुः. क्षम्यतां, लभ् धातुः सकर्मकः एव, क्षम्यतां, युद्धं कर्मपदं, परन्तु युद्धम् इति नपुंसकलिङ्गपदम्. किन्तु द्वितीयविभक्ति द्वितीयविभक्ति सकर्मकपदम् एव किं युद्धं लभन्ते, भवती जानाति एव रूपाणि, वदतु भगिनि लब्धातोः रूपाणि। लभते, लभेते, लभन्ते, लभसे, लभते। अपि च चिन्तयाव, वदतु। चिन्तयाव, चिन्तयाम इति इति अपि लङ्लकार उत्तमपुरुष द्विवचन लङ्लकारः वा लोट्लकार? ओ लोट्लकार, अस्तु अस्तु, अ अ नास्ति लोट्लकार। धन्यवादः महोदय, अत्र लोट्लकार उत्तमपुरुष द्विवचनं। अस्तु उत्तमम्, उत्तमं भगिनि। अधुना अत्र किञ्चित् एव कुर्मः, अत्र शोभा भगिनी भवती अत्र अभ्यासं करोतु कोष्टकात् उचितं पदम्। कोष्टकात् उचितं पदं चित्वा रिक्तस्थानं पूरयत। अत्र चित्वा इति पदमस्ति, चित्वा इत्यस्मिन् विषये वदतु, रूपाणि वदतु। चित्वा इति क्त्वान्तरूपं, जानाति चेत् वदतु, धातुं वदतु। चुनोति, उत्तमं, चुनोति चित्वा प्रत्यय चिनोति अस्ति, चुनोति नास्ति, चिनोति। अत्र धातुः अस्ति चि धातुः, ह्रस्वइकारान्त चि धातुः, परन्तु तत्र उभयपदी धातुः इति कृत्वा रूपाणि चिनोति, चिनोति परस्मैपदीरूपं, चिनुते चिनुते आत्मनेपदीरूपं, तत्र रूपद्वयं भवति। अत्र चिनोति इति पदात् एव चयनं, चयनम् इत्युक्ते सेलेक्षन् इति लुडन्तरूपम् आगच्छति। चित्वा इति कृत्वा प्रत्ययान्तरूपं वयं जानीमः, अपि च चिनोति चिनुतः चिन्वन्ति, चिन्वन्ति तथा परस्मैपदीरूपाणि भवन्ति। आत्मनेपदीरूपाणि कथं भवन्ति, कुरुते शब्दवत्, चिनुते चिन्वाते, वदतु वदतु। चिनुते चिन्वाते चिन्वन्ते, चिन्वते चिन्वते चिन्वते, कुरुते कुर्वाते कुर्वते तथा एव चिनुते चिन्वाते चिन्वते इति रूपाणि उभय आत्मनेपदीरूपाणि भवन्ति। अत्र अभ्यासं षड् वाक्यानि सन्ति, शीघ्रं करोतु। अद्यतननाटकस्य ह्यस्तनलेखः, अद्यतनकार्यं श्वस्तनकार्यक्रमाय, श्वस्तन परीक्षार्थं पूर्वतनकार्यम् अस्ति वा। सुलेखा लेखनकार्यं सम्यक् करोति, तस्य समीचीनः अस्ति। सुलेखा लेखनकार्यं सम्यक् करोति, तस्याः अत्र एकं वक्तुमिच्छामि, अत्र अद्यतननाटकस्य तत्र कामनास्ति, कामा आवश्यकं, भिन्नपदम्। अद्यतननाटकस्य एकं पदं, ह्यस्तनलेखः अन्यत् पदम्। अत्र इत्युक्ते अस्माकं कृते षट् पदानि आवश्यकानि, अत्र समीचीनः इति अस्ति, वदतु। समीचीनः अस्ति चेत् ह्यस्तनलेखः समीचीनः अस्ति, सुन्दरं सुन्दरम्। अग्रिमं करोतु। श्यामा, श्यामा पूर्णतः पठिष्यति, पठिष्यति श्यामा, तत् भविष्यत्काले अस्ति, किन्तु पूर्णतः अस्ति, पठिष्यति अस्ति, पठिष्यति, हा हा, अस्तु भगिनि, पठिष्यति। अद्यतनकार्यं किमर्थं किमर्थं पठिष्यति, पठिष्यति, ओ हा, श्वः श्वस्तनकार्यक्रमाय पूर्णतः पठिष्यति, श्वस्तनपरीक्षार्थं पूर्णतः पठिष्यति, सुन्दरं। तृतीयं, बालाः नाट्याभ्यासं कुर्वन्ति बालाः नाटाभ्यासं कुर्वन्ति बालाः अद्यतन अद्यतनकार्यं अद्यतननाटकस्य नाट्याभ्यासं कुर्वन्ति. सुन्दरम्. अग्रिमं. भवती कदा करिष्यति भविष्यत्काले अस्ति भवती श्वस्तनकार्यक्रमाय अस्ति श्वस्तनपरीक्षार्थं न अत्र केवलम् अत्र किमपि नास्ति भगिनि अत्र केवलम् अद्यतनकार्यम् इति योजयामश्चेत् सम्यक् भवति. अद्यतनकार्यं पञ्चमं करोतु. दीपकः अधुना पर्यन्तं न कृतवान् दीपकः ह्यस्तनलेखः अधुना पर्यन्तं न कृतवान् तदभवत् भगिनि. समीचीनः ह्यस्तनलेखः समीचीनः अभवत् अपि च श्वस्तनपरीक्षार्थम् इति अपि अभवत् तदर्थं दीपकः पूर्वतनकार्यम् इदानीन्तनपर्यन्तं न कृतवान् तथा भवति इति अहं चिन्तयामि. षष्ठं करोतु. गिरीशः अधुना अभ्यासं करोति वर्तमानकाले गिरीशः किमर्थं गिरीशः अधुना अर्थं तत्र आसीत् श्वस्तनपरीक्षार्थं कार्यक्रमाय किमपि इत्युक्ते अत्र श्वस्तनपरीक्षार्थं सः पठिष्यति इति अभवत् तदर्थम् अत्र श्वस्तनकार्यक्रमाय अभ्यासं करोति. किमपि अत्र किमपि क्लेशः नास्ति. किञ्चित् चिन्तनं कुर्मः चेत् कर्तुं शक्नुमः. धन्यवादः भगिनी. सर्वेषां धन्यवादः. बहुकालातीतः अभवत्. अत्र अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा इतोपि अन्यान् विषयान् ज्ञास्यामः. धन्यवादः. धन्यवादः. नमस्कारः. नमस्कारः. नमस्कारः.